गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् पर्वम् तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र पृथक्त्वमपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति अत्र बहु किमपि वयम् अतीतवन्तः तत्र संयोगस्य विषये एकं करपत्रं तदनन्तरं संयोगस्य आधारेण वैलक्षण्यं किम् इति तत्र किञ्चित् परिशीलितवन्तः अपि तत्र अवधिः इति विषयः प्रविष्टः इति कृत्वा अवधिः नाम किम् इति तस्मिन् विषये वयं किञ्चित् पठितवन्तः इदानीं तत्र अवधिः इति विषये तत्र नियत अवधिकत्वम् अपि निखिल अवधिकत्वम् इति अस्ति तत् इदानीं तस्मिन् विषये वयम् अग्रे सरामः किन्तु तत्र आरम्भे तत्र यदि तत्र एतद् मया पुनः स्थापितव्यम् आसीत् किन्तु तत्र किन्तु तत्र अस्माकम् अवधिः नाम कः इति तत्र उदाहरणत्रयं मूल उदाहरणत्रयं नाम तत्र फलं वृक्षात् पतति यत्र तत्र अवधिः वृक्षः पतनम् अवधिकम् अपि तत्र आशयफलम् अपि तत्र घटः पठात् पृथक् इत्यत्र पटः पठे पृथक्त्वं नास्ति पृथक्त्वं केवलं घटे अस्ति अपि पटः अवधिः भवति पृथक्त्वम् अवधिकत्वम् अवधिकं भवति पृथक्त्वे अवधिकत्वम् अस्ति अपि घटः पटः न अथवा घटः पठात् भिन्नः इति तत्र पुनः घटः एव आश्रयः पटः इति अवधिः अत्र पटभेदः इति कृत्वा पटः एव प्रतियोगी भेदः इति तत्र अन्योन्य अभावः तत्र अवधिकः अवधिः साक्षात् पटः इति तत्र मूल उदाहरणत्रयं यदि मनसि स्थापयामश्चेत् सर्वं सुलभं भवति अस्तु तर्हि इदानीम् अग्रे सरामः इदानीं तत्र निखिल अवधिकत्वम् अस्ति वा इति तत्र आसीत् तत्र वयं तत्र दृष्टवन्तः तत्र पृथक्त्वस्य निखिलावधिकत्वं नास्ति यतोहि तत्र कपाले तत्र पृथक्त्वं तत्र सर्वविधपृथक्त्वं तत्र घटः पटात् पृथक् इति सत्यम् इति अस्ति तर्हि घटे पटनिरूपितपृथक्त्वम् अस्ति किन्तु घटं विहाय यत् किमपि भवति लोके तद् निरूपितपृथक्त्वं तस्मिन् पृथक्त्वे नास् घटे नास्ति इति वयं प्रदर्शितवन्तः यतोहि तत्र घटस्य अवयवः कपालः कपालनिरूपित तत्र पृथक्त्वं घटे नास्ति यतोहि कपालः घटात् पृथक् अथवा पट घटः कपालात् पृथक् इति न वक्तुं शक्नुमः इति एतत् सर्वम् आसीत् इदानीं तत्र नूतनबिन्दुः इति अस्ति अतः तत्र किञ्चित् पठितवन्तः किन्तु इतः तत्र अधुना नूतनबिन्दुः ततः एव पठामः तर्हि तत्र नीता भगिनी नमस्कारः नमस्कारः उषा भगिनी नमस्कारः नमस्कारः योगेन्द्रमहोदय नमस्कारः नमस्कारः महोदय नमस्कारः चन्द्रमती भगिनी नमस्कारः अस्तु तर्हि आरम्भं कुर्मः तर्हि तत्र योगेन्द्रमहोदय भवानेव तत्र आरम्भे अधुना नूतनबिन्दुः इति आरभ्य पठति वा पठामि अधुना नूतनबिन्दुः औदिभेदेन पृथक्त्वं भिद्यते इति वा घटः पटात् पृथक् इति अनने पटावधिकपृथक्त्वं पृथक्त्वं घटः मठात् पृथक् इति अनेन मठावधिकपृथक् पृथक्त्वं पटावधिकपृथक्त्वं मठावधिकपृथक्त्वं भिन्नम् इति वा अवधिः पृथक् पृथक्त्वस्य अवच्छेदकः वा किं चिन्तनम् अधुना अत्र घटः पटात् पृथक् अपि च घटः मठात् पृथक् इति उदाहरणद्वयमस्ति. तत्र घटः पटात् पृथक् तत्र पटावधिकपृथक् पृथक्त्वमस्ति, घटः मठात् पृथक् अस्ति, तत्र मठावधिकपृथक्त्वमस्ति. प्रश्नः अस्ति पटावधिकपृथक्त्वं मठावधिकपृथक्त्वात् भिन्नं वा न? नाम तत्र यदि वयं घटः पटात् पृथक् इति वदामः तर्हि पृथक्त्वं कस्मिन् अस्ति? घटः पटात् पृथक् इति वदामः तर्हि तत्र पृथक्त्वं कुत्र अस्ति? पटे अस्ति. घटः पटात् पृथक् इत्यत्र घटः पटात् पृथक् घटे महोदय श्रूयते महोदय. तत्र अस्माकं मूल उदाहरणं तत्र स्मर्तव्यं खलु, नाम तत्र एकवारं पठतु, पठित्वा वदतु महोदय तत्र किं किम् अस्ति इति मूल उदाहरणे उदाहरणत्रयं. घटः पटात् पृथक् न न एकम् सर्वं तत्र फलं घटः पट सर्वम् एकवारं पठतु. फलं वृक्षात् पतति, अतः फलम् आश्रयः औदीवृक्षः, औदिकं पतनं. हा तर्हि आश्रयः इत्युक्ते तत्र कस्य आश्रयः? औदिकस्य प्रायः न चिन्तयामि. न फलं वृक्षात् पतति इत्युक्ते किं पतति साक्षात्? वृक्षः पतति अथवा फलं पतति? फलं पतति. हा तर्हि पतनं कुत्र अस्ति? फले अस्ति. हा अतः एव फलम् आश्रयः अस्ति पतनस्य. पतनं वृक्षे अस्ति वा? पतनं वृक्षणमस्ति, पतनं फले अस्ति, पतनक्रिया फले अस्ति. हा अतः फलम् आश्रयः, यतोहि पतनं फले अस्ति खलु. पतनं वृक्षे अस्ति वा? पतनं वृक्षणमस्ति, अवधिः अतः अवधिः अतः अवधिः. हा इदानीं घटः पटात् पृथक् इत्यत्र तत्र पृथक्त्वं घटे अस्ति. सत्यं वा? घटे नास्ति, पृथक्त्वं पटे अस्ति वा घटे अस्ति वा? घटे अस्ति. सत्यं वा? स्मरति वा? आम् आश्रयः घटः अस्ति पृथक्त्वं. हा पृथक्त्वं घटे अस्ति. हा एतत् यदि अस्मिन् विषये क्लेशः अस्ति महोदय तत्र अग्रे न गन्तुं शक्नुमः महोदय, तावदेव. अस्तु घटः पटात् पृथक् इत्यत्र पृथक्त्वं कुत्र अस्ति? घटे. घटे अस्ति, पटे नास्ति. पटः अवधिः, अपि घटः पटः न इत्यत्र भेदः कुत्र अस्ति? घटे अस्ति. तत् घटे नाम घटः, भेदः नाम अन्योन्य अभावः, नाम पटस्य अन्योनभावः. पटः नास्ति, घटः पटः न, तर्हि अभावः घटे एव अस्ति खलु. अतः तत्र यदि एतत् उदाहरणत्रयं मनसि स्थापयामश्चेत् सुलभः भवति महोदय, नो चेत् बहु क्लेशः. अस्तु हा इदानीं इदानीं घटः पटात् पृथक् इत्यत्र पटावधिकपृथक्त्वं घटे अस्ति. हा पटावधिकपृथक्त्वं नाम पृथक्त्वस्य अवधिः पटः. पृथक्तस्य अवधिः पटः. पटः पटावधिकपृथक्त्वं नाम पृथक्त्वस्य अवधिः अस्ति पटः. अपि घटः मठात् पृथक् इत्यत्र तत्र मठावधिकपृथक्त्वं घटे अस्ति. इदानीं तत्र एतत् पृथक्त्वमपि घटे अस्ति, एतत् पृथक्त्वमपि घटे अस्ति खलु. तर्हि पृथक्त्वद्वयमस्ति वा अथवा एकमेव पृथक्त्वम् अस्ति वा इति प्रश्नः. पृथक्त्वं द्वयमस्ति. हा नाम तत्र ईक्वल् इति नास्ति, नाट् ईक्वल् इति, समानं नास्ति, समानं नास्ति इति चिन्तनम्. अस्तु महोदय, तत्र तर्हि भिन्नो तर्हि हा तत्र हा तत्र प्रश्नः अस्ति ईक्वल् वा अथवा नाट् ईक्वल् इति. तर्हि हा एतत् सत्यं वा अथवा एतत् सत्यं वा इति प्रश्नः. अस्तु, नाम पृथक्त्वम् इति घटे अस्ति, तर्हि पृथक्त्वं भिन्नं वा, नाम एतत् पृथक्त्वम् अस्मात् पृथक्त्वात् भिन्नं वा इति प्रश्नः. अस्तु, पश्यामः. अस्तु, समीचीनं महोदय. किन्तु घटः पटात् पृथक् इत्यत्र पृथक्त्वं घटे एव अस्ति सर्वदा. यत्र पञ्चमी विभक्तिः अस्ति तत् तद् सः एव अवधिः खलु, तदेव अवधिः. फलं वृक्षात् पतति, वृक्षः पञ्चमी खलु, तत्र वृक्षः एव अवधिः, अत्र पटः एव अवधिः. समीचीनं वा? समीचीनम्. अस्तु महोदय, न धन्यवादः. धन्यवादः. धन्यवादः. अस्तु, अग्रे गच्छामः. तर्हि तत्र नरसिंहग्रे महोदय पठति वा अग्रे? आमां. गुणेन द्रव्यम् अवच्छिद्यते, भिद्यते, विशिष्यते. गुणविशिष्टद्रव्यम् उन्नतबालकः औन्नत्यं बालके, बालके विद्यमान औन्नत्यात् सः बालकः अपरेभ्यः बालकेभ्यः भिद्यते, विशिष्यते. अतः औन्नत्यविशिष्टबालकः औन्नत्यम् अवच्छेदकं बालकस्य. अत्र पुनः अन्यत् एकं बिन्दुः अस्ति, गुणेन द्रव्यम् अवच्छिद्यते, भिद्यते. अत्र गुणः इति द्रव्ये भवति सर्वदा, इत्युक्ते द्रव्यगुणस्य आश्रयः भवति इति पूर्वं पठितम्. अतः द्रव्यं किं भवति? गुणेन अवच्छिद्यते अथवा भिद्यते, विशिष्यते. एतदपि पूर्वं पठितं. गुणविशिष्टद्रव्यम् इति वदामः तत्र, अतः गन्धवती पृथिवी इति तादृशं भवति. समीचीनं महोदय. नाम तत्र गन्धवती पृथिवी इत्यत्र पृथ्वी विशिष्यते खलु, तत्र विशिष्यते गन्धेन, गन्धेन, गन्ध इति रूपगुणेन. यतोहि तत्र पृथिव्यां गन्धः अस्ति, किन्तु अन्येषु द्रव्येषु गन्धः इति गुणः नास्ति. समीचीनं महोदय. अत्र पुनः एकम् उदाहरणं दत्तमस्ति, उन्नतबालक औन्नत्यं बालके. एतदपि वयं पूर्वं दृष्टवन्तः, बालके विद्यमानम् औन्नत्यात् स बालक अपरेभ्यः बालकेभ्यः भिद्यते, विशिष्यते. अत्र औन्नत्यमिति विशिष्य तेन बालकः विशिष्यते. अतः औन्नत्यविशिष्टबालकः, गन्धविशिष्टपृथिवी तादृशमेव औन्नत्यविशिष्टबालकः, औन्नत्यम् अवच्छेदकं बालकस्य. अत्र गुणः द्रव्यस्य अवच्छेदकः आसीत्, अत्र औन्नत्यमिति बालकस्य अवच्छेदकः भवति. नाम औन्नत्येन एषः बालकः भिद्यते इत्यनेन वयं किम् इच्छामः? अस्मिन् बालके औन्नत्यम् अस्ति, किन्तु अन्येषु बालकेषु औन्नत्यं नास्ति. अतः तत्र एषः बालकः अपरेभ्यः बालकेभ्यः तत्र भिद्यते, विशिष्यते इति भवति. समीचीनं महोदय, धन्यवादः. अस्तु, धन्यवादः. अस्तु, अग्रे तर्हि तत्र अभिमला भगिनी अग्रे. अस्तु महोदय, नमस्कारः. गुणः अवच्छिद्यते, भिद्यते, विशिष्यते तद् आश्रयभूतद्रव्येण. आश्रयभूतबालकेन तस्मिन् आश्रित औन्नत्यं भिद्यते, विशिष्यते. अपरेभ्यः औन्नत्येभ्यः इदम् औन्नत्यं भिद्यते, विशिष्यते तदाश्रयेण बालकेन. बालकविशिष्ट औन्नत्यं, बालकः औन्नत्यस्य अवच्छेदकः इति अत्र उक्तमस्ति. अस्माभिः अद्य एव दृष्टं यत् औन्नत्येन बालकस्य अवच्छेदनं भवति इति. तस्य विशिष्टगुणः अस्ति औन्नत्यम् एव. बहवः वस्तूनि सन्ति जगति औन्नत्यात् तावपि भिद्यन्ति. एकः वस्तु अपरवस्तोः भिद्यति इति तस्मात् इति औन्नत्यम् अत्र द्रव्यस्य अवच्छेदकः भवति. सत्यं वा महोदय? पुनः एकवारं वदतु भगिनि. अत्र गुणः अवच्छिद्यते भिद्यते विशिष्यते तद् आश्रयभूतद्रव्येण. इत्युक्ते यदि वयं बालकः उन्नतः इति वदामः अत्र औन्नत्यगुणः अस्ति आश्रयभूतः अस्ति बालकः. बालकः औन्नतस्य आश्रयः अस्ति. औन्नत्यम् अन्यस्मिन् वस्तुषु अपि अस्ति, अन्येषु वस्तुषु अपि अस्ति. यथा वृक्षः उन्नतः वृक्षः इति वदामः तस्मिन् सन्दर्भे द्रव्यः औन्नत्यस्य द्रव्यम् औन्नत्यस्य अवच्छेदकं भवति इति. यत्र कुत्रापि औन्नत्यमस्ति. समीचीनं भगिनि. तत् वस्तुः औन्नत्यस्य अवच्छेदकः भवति इति मम अवगमनम् अत्र. सत्यं भगिनि. नाम प्रथमे उदाहरणे तत्र प्रथमपरिच्छेदे तत्र किम् अस्ति, तत्र गुणः अवच्छेदकमस्ति. यतोषु बालकेषु यः उन्नतः अस्ति सः तस्मिन् औन्नत्यमस्ति. तेन कारणेन औन्नत्यं द्रव्यस्य अवच्छेदकः भवति. इत्युक्ते बालकस्य अवच्छेदकः भवति. किन्तु इदानीं द्वितीये द्वितीयपरिच्छेदे किं जातम्? अत्र किं जातम्? उपरितन उदाहरणे गुणेन द्रव्यः अवच्छिद्यते. अत्र द्रव्येण गुणः अवच्छिद्यते. तत्र विपरीतया अपि भवितुम् अर्हति. नाम तत्र अनेके बालकाः तत्र यतः तत्र उक्तं तत्र औन्नत्येभ्यः बालकेभ्यः तत्र औन्नत्यः बालकाः सन्ति. औन्नत्याः बालकाः सन्ति. अन्ये बालकाः सन्ति ते अपि तत्र उन्नताः. तेषु अपि तत्र औन्नत्यम् अस्ति. अतः अस्मिन् बालके यद् विद्यमानम् औन्नत्यम् अपरेभ्यः औन्नतेभ्यः बालकेभ्यः इदम् औन्नत्यं भिद्यते बालकेन एतद् औन्नत्यं भिद्यते. अतः तत्र यत्र अनेके उन्नताः बालकाः सन्ति अस्मिन् बालके यत् औन्नत्यमस्ति अत्रापि औन्नत्यमस्ति, अस्मिन्नपि औन्नत्यमस्ति, अस्मिन्नपि औन्नत्यमस्ति. किन्तु अस्मिन् विद्यमानम् औन्नत्यं तत्र अन्यत्र अपि तत्र औन्नत्येभ्यः तत्र औन्नत्यम् अन्यत्र अपि अस्ति. तत्र बालकेभ्यः इति न वक्तव्यमासीत्, क्षम्यताम्. उन्नतेभ्यः बालकेभ्यः इति एव तत्र तेषु विद्यमानम् औन्नत्यम्. अतः तत्र औन्नत्यानि अतः औन्नत्येभ्यः इति. तत्र अत्रापि औन्नत्यमस्ति, अत्रापि औन्नत्यमस्ति, अत्रापि औन्नत्यमस्ति. किन्तु एतत् औन्नत्यम् अपरेभ्यः औन्नत्येभ्यः भिद्यते, भिन्नमस्ति. कथं न आश्रयेण बालकेन. अतः तत्र बालकः औन्नत्यस्य अवच्छेदकः भवति. समीचीनं भगिनि. अतः तत्र गुणः अपि द्रव्यस्य अवच्छेदकः भवितुम् अर्हति, अपि द्रव्यमपि गुणस्य अवच्छेदकः भवितुम् अर्हति सन्दर्भानुसारेण. अस्तु. अग्रे सरामः तर्हि कोऽपि प्रश्नः एतावत् अस्तु तर्हि अग्रे सरामः तर्हि अग्रे तत्र उषा भगिनी अग्रे पठति वा महोदय तद्वत् पृथक्त्वगुणः घटे पृथक्त्वं विद्यते विशिष्यते तद् आश्रयेण घटेन गुणत्वात् पृथक्त्वम् अवचिद्यते विद्यते विशिष्यते तद् आश्रयभूतद्रव्येण अतः घटविशिष्टपृथक्त्वं सच्छघटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं मठे विद्यमानपृथक्त्वात् च भिन्नम् अपि च घटे विद्यमानपृथक्त्वम् एकमेव यतोहि घटविशिष्टम् पटे अनेकपृथक्त्वानि न सन्ति घटविशिष्टं पृथक्त्वम् एकमेव वयं दृष्टवन्तः गुणः द्रव्यस्य अवच्छेदकं गुणः द्रव्यस्य अवच्छेदकम् अथवा गुणेन द्रव्यम् अवशिष्यते अपि च द्रव्यं द्रव्येण गुणः अपि विशिष्यते इति पूर्वं तद्वत् पृथक्त्वगुणः घटे पृथक्त्वगुणः पृथक्त्वम् इति गुणः घटे अस्ति पृथक्त्वं विद्यते विशिष्यते तद् आश्रयेण घटेन पृथक्त्वम् इति गुणः गुणः विशिष्यते तद् आश्रयेण घटेन गुण तद् पृथक्त्वं यत् घटे अस्ति तत् घटः विशिष्यते पृथक्त्वम् इति गुणेन गुणेन न विशिष्यते किन्तु गुणः घटेन आश्रयेण विशिष्यते गुण पृथक्त्वं विद्यते पृथक्त्वं विशिष्यते सो गुणः विशिष्यते तद् आश्रयेण घटेन तर्हि तत्र अवच्छेदकः कः अवच्छेद्यं किम् अत्र पृथक्त्वं विशिष्यते पृथक्त्वं विशिष्यते तद् आश्रयेण घटेन पृथक्त्वं विशिष्यते इत्यनेन घटः अवच्छेदकः घटः अवच्छेदकः पृथक्त्वम् अवच्छेद्यं भवति पृथक्त्वम् अवच्छेद्यम् अन्यपृथक्त्वस्य कृते पृथक्त्वम् इति परिगणितम् इत्यनेन अवच्छेद्यं भवति अन्यत् तत्र अन्य तत्र अन्यत् किमपि पृथक्त्वं भवतु तस्मात् एतत् पृथक्त्वं भिन्नं पृथक्त्वं भिन्नम् इत्यनेन पृथक्त्वमेव अवच्छेद्यः भवति कस्मात् इति इत्यनेन अवच्छेदकः एतत् घटेन केन कारणेन इत्यनेन एतेन घटेन घटः एतेन घटेन इति अवच्छेदकः घटः अवच्छेदकः गुणत्वात् पृथक्त्वम् अवच्छिद्यते गुणत्वात् गुणत्वात् पृथक्त्वम् अवच्छिद्यते अवच्छिद्यते विद्यते विशिष्यते तद् आश्रयभूतद्रव्येण तथा एव वयं पूर्वं दृष्टवन्तः पृथक्त्वम् इति अवच्छेद्यम् इति गुणत्वात् पृथक्त्वम् अवच्छिद्यते भिद्यते विशिष्यते तद् आशयभूतद्रव्यघटः अवच्छेदकः अतः घटविशिष्टपृथक्त्वं पृथक्त्वम् इति अत्र घटविशिष्टपृथक्त्वं भिद्यते विशिष्यते नाम घटविशिष्टपृथक्त्वं नाम घटे विद्यमानं पृथक्त्वं घटे विद्यमानं पृथक्त्वं घटे विद्यमानं पृथक्त्वम् अन्यत्र नास्ति तत् घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नं मठे विद्यमानपृथक्त्वात् च भिन्नम् अपि च घटे विद्यमानपृथक्त्वम् एकमेव यतोहि घटविशिष्टम् एकं घटेन तत् पृथक्त्वं विशिष्यते इत्यनेन अपि च घटे विद्यमानपृथक्त्वम् एकमेव तथा एव घटे विद्यमानपृथक्त्वम् एकमेव यतोहि तत् पृथक्त्वं तत् घटेन विशिष्यते नाम तत्र घटविशिष्टपृथक्त्वं पटे विद्यमानपृथक्त्वात् भिन्नम् अस्ति यतोहि एतत् पृथक्त्वं घटे अस्ति अन्यत् पटे अस्ति अपि इदानीं घटे विद्यमानं पृथक्त्वम् एकमेव यतोहि घटविशिष्टम् अस्ति घटविशिष्टम् अस्ति इत्यनेन घटे विद्यमानपृथक्त्वम् एकमेव घटे अनेकपृथक्त्वानि न सन्ति एकविधपृथक्त्वमेव अस्ति घटविशिष्टं पृथक्त्वम् एकमेव घटविशिष्टं पृथक्त्वम् एकमेव अस्ति अतः तत्र सारांशत्वेन नाम तत्र घटे घटविशिष्टपृथक्त्वं इत्युक्ते घटे विद्यमानं पृथक्त्वं अपि तद् एकमेव अस्ति तत्र घटविशिष्टपृथक्त्वम् एकमेव तत्र अनेकपृथक्त्वानि न सन्ति अतः एकमेव पृथक्त्वम् अस्ति समीचीनं धन्यवादः भगिनि अस्तु अग्रे शोभा भगिनी अग्रे महोदय तस्मात् घटे विद्यमानपृथक्त्वस्य यः कोऽपि अवधिः भवतु नाम घटे विद्यमानं पृथक्त्वम् एकमेव घटः भूतलात् पृथक् पटात् पृथक् पुस्तकात् पृथक् घटे भूतल अवधिकपृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टम् इति इदानीं तत्र त्रिषु उदाहरणेषु दृष्टवन्तः यत् गुणेन द्रव्यम् अवच्छिद्यते गुणविशिष्टद्रव्यं भवति गुणः एव अवच्छिद्यते तत्र द्रव्यविशिष्टं भवति यथा बालकः उन्नतबालकः बालकः द्रव्यविशिष्टः अपि च पृथक्त्वगुणः घटे तत्र पृथक्त्वं भिद्यते घटेन अतः घटः घटेन अवच्छिद्यते तथा घट अवशिष्टं पृथक्त्वम् एकमेव भवति इति इत्युक्ते नाम घटः भगिनि नाम तत्र आरम्भे तत्र उन्नतम् औन्नत्यम् इत्यत्र प्रथमे परिच्छेदः किम् आसीत् तत्र अवच्छेदकः कः अवच्छेद्यं किम् आसीत् तत्र तत्र गुणेन द्रव्यम् अवच्छिद्यते अतः अवच्छेदकः गुणः द्रव्यम् अवच्छिद्यते अतः गुणविशिष्टद्रव्यं भवति अतः नाम तत्र औन्नत्यम् एव हा गुणः एव तत्र गुणेन तत्र द्रव्यं तत्र तत्र अवच्छिद्यते अथवा भिद्यते खलु गुणेन द्रव्यम् अवच्छिद्यते अत्र खलु नाम उदाहरणं नाम औन्नत्यम् इति अस्मिन् बालके अस्ति किन्तु एषु अपरेषु बालकेषु नास्ति नास्ति इति इत्यत्र तत्र गुण तत्र द्रव्यं तत्र अवच्छेद्यं भवति गुणः अवच्छेदकः भवति यथा तत्र नरसिंहग्रहमहोदय अपि उक्तवान् तत्र गन्धः इति गुणेन पृथ्वी इति द्रव्यं भिद्यते यतोहि गन्धः इति गुणः सर्वत्र नास्ति केवलं पृथिव्यामेव अस्ति द्वितीयपरिचय किं जातं तत्र औन्नत्यम् इति अत्रापि अस्ति, अत्रापि अस्ति, अस्मिन्नपि अस्ति. अतः तत्र सर्वेषु औन्नत्यम् अस्ति. अत्र किम् अवच्छेदकः द्वितीयपरिच्छेदे औन्नत्यं तत्र आश्रयभूतबालकेन तस्मिन् आश्रित औन्नत्यं भिद्यते विशिष्यते इति औन्नत्येभ्यः इदम् औन्नत्यं औन्नत्यं भिद्यते विशिष्यते आश्रय आश्रय बालकः औन्नत्यस्य अवच्छेदकः बालकः अवच्छेदकः अवच्छेदकः भवति. उत्तमं भगिनि. यतोहि अवच्छिद्यते बालकेन बालकेन खलु. अतः तत्र अत्रापि औन्नत्यमस्ति, सर्वत्र औन्नत्यम् अस्ति इति कृत्वा इदानीम् इत्युक्ते तत्र औन्नत्यम् इदानीं महोदय किञ्चित् सन्देहः. गुणः इति पृथ्वीनिष्ठः एव, अन्यत्र कुत्रापि क्षम्यतां, गन्धः इति पृथ्वीनिष्ठा निष्ठः एव, अन्यत्र नास्ति. यथा औन्नत्यम् अन्य अपरेषु बालकेषु अपि सत्यं सत्यं. नाम प्रथम उदाहरण उदाहरणार्थं गन्धः इति स्वीकुर्मश्चेत् तत् सम्यक् भवति. द्वितीय उदाहरणे गन्धः इति मास्तु, उन्नतः इति द्वितीयपरिच्छेदे अपरेषु अपि अपि अस्ति, अपरेषु अपि अस्ति, अपरेषु अपि किन्तु गुणः एव अवच्छेदकः. तत्र बालकः एव अवच्छेदकः, बालकः एव अवच्छेदकः, गुणः अवच्छेद्यः भवति भवति तत्र. यतोहि तत्र एकस्मिन् स्थितस्य बालकस्य औन्नत्यम् इति भिन्नः अस्ति खलु अपरेषु अपराभ्यां बालकाभ्यां किम् अपरेभ्यः बालकेभ्यः अपरेभ्यः औन्नतेभ्यः बालकेभ्यः नास्ति, औन्नतेभ्यः न बालकेभ्यः अपि अहम् उक्तवान् किन्तु तत् सम्यक् नास्ति. औन्नतेभ्यः न केवलम् औन्नतेभ्यः नाम बालकः इति विषयः नास्ति. अत्रापि औन्नत्यमस्ति, अत्रापि औन्नत्यमस्ति. एतत् औन्नत्यम् एतस्मात् औन्नत्यात् भिद्यते, एतस्मात् औन्नत्यात् भिद्यते, एतस्मात् औन्नत्यात् भिद्यते. नाम अतः औन्नत्येभ्यः अत्र अस्मिन् विद्यमानम् औन्नत्यम् अपरेभ्यः औन्नत्येभ्यः भिद्यते, अत्रापि औन्नत्यम् अस्ति इति. अतः तथैव अत्र तत्र घटे पृथक्त्वम् इति गुणः अस्ति खलु, पटे अपि पृथक्त्वम् अस्ति खलु, अस्ति वयं दृष्टवन्तः. नाम पृथक्त्वं तत्र सर्वेषु द्रव्येषु भवति गुणः इति कृत्वा. अतः तत्र सर्वत्र पृथक्त्वम् इति गुणः अस्ति खलु, अस्ति सर्वत्र. अतः तत्र प्रथम उदाहरणम् अत्र सङ्गच्छति वा अथवा द्वितीय उदाहरणम् अत्र सङ्गच्छति वा? यतोहि यतोहि सर्वत्र गुणः अस्ति, एषः गुणः सर्वत्र अस्ति. यत्र गुणः सर्वत्र अस्ति तत्र गुण आश्रयेण एषः गुणः भिद्यते, आश्रयेण गुणः भिद्यते. अतः एव घटविशिष्टं घटविशिष्टपृथक्त्वं, यत् यत् पृथक्त्वं घटे अस्ति घटेन अवच्छेद्यम् अस्ति, घटः एव अवच्छेदकः एतस्य पृथक्त्वस्य. सर्वेषां पृथक्त्वानां नाम अन्येषु नाम अत्रापि पृथक्त्वम् अस्ति, पटे अपि पृथक्त्वम् अस्ति, मठे अपि पृथक्त्वम् अस्ति. घटे विद्यमानपृथक्त्वं पटे विद्यमानात् पृथक्त्वात् भिन्नम्, एतत् पृथक्त्वं भिद्यते तस्मात् पटविद्यते. अस्तु भिद्यते. किमर्थं मम किञ्चित् तत्र भ्रमः अभवत् इत्युक्ते पूर्वस्मिन् वर्गे दृष्टवन्तः यत् अवधिः किं तत्र सर्वविध अवधिः तत्र निखिलावधिकं निखिलावधिकत्वम् आमावधिकत्वं नास्ति यतो पृथक्त्वे नास्ति यतोहि तत्र सर्वविध अवधिः नास्ति सत्यं सत्यं तद् अग्रे आगच्छति तद् आगच्छति भगिनि उत्तमः उत्तमं चिन्तनं तदागच्छति इदानीमेव आगच्छति अतः तर्हि इदानीं घटे विद्यमान पृथक्त्वस्य यः कोऽपि अवधिः भवतु नाम घटे विद्यमान तर्हि तत्र एकमेव पृथक्त्वं नाम तत्र वयं कुत्र सन् अत्रैव तस्मात् घटे विद्यमानपृथक्त्वस्य यः कोऽपि अवधि भवतु तत्र पठन्ती आसम् घटः तत्र भूतलात् पृथक् पटात् पृथक् पुस्तकात् पृथक् घटे भूतल अवधिकपृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टम् इति उक्तम् एतावत् तर्हि अवधिः यः कोऽपि भवतु तत्र एकमेव पृथक्त्वं घटे एकमेव पृथक्त्वम् अस्ति घटविशिष्टं पृथक्त्वम् इत्युक्ते एकमेव इति यत्र घटविशिष्टपृथक्त्वम् एकमेव घटे विद्यमानं पृथक्त्वम् एकमेव अत्र अस्ति अनेकानि पृथक्त्वानि पूर्वं दृष्टवन्तः अतः यद् पटावधिकपृथक्त्वं भवतु पुस्तकावधिकपृथक्त्वं भवतु तत् सर्वम् एकम् एव पृथक्त्वम् अपि च तत् इदानीम् आगच्छति इदानीं तदागच्छति इदानीं तदागच्छति अस्तु नाम तत्र यदि तत्र भिन्नभिन्न अवधि पृथक्त्वम् अस्ति चेत् तत्र एकस्य पृथक्त्वस्य बहुविध अवधयः भवन्ति इति न वक्तुं शक्नुमः खलु इति अस्ति किन्तु अन्यः अपि विचारः आगच्छति इदानीं अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे नीता भगिनी अग्रे तस्मात् घटे विद्यमान तत् पठितम् अत्र प्रश्नः अत्र प्रश्नः उदेति अवधिभेदेन पृथक्त्वं न भिद्यते चेत् अवधेः वदनस्य का आवश्यकता अपि च अवधिभेदेन पृथक्त्वं न भिद्यते यत् चेत् किमर्थं तर्हि वदामः यत् यावत् अवधिं न वदामः तावत् शब्दबोधः न जायते स्मर्यतां केचन शब्दाः साकाङ्क्षाः तेषां स्वातन्त्र्येण भानं न भवति यथा पिता इत्यस्य वदनेन मनसि आयाति पुत्रः कः कश्चन पुत्रः स्यात् स च पुत्रः कः इति विशेष जिज्ञासा नास्ति सः अपेक्षते तावदेव एवमेव पृथक् इत्यस्य वदनेन कस्मात् इति मनसि प्रश्नः भवति अत्र ध्येयं यत् पृथक् यस्मात् कस्मात् अपि भवतु नाम कस्माच्चित् भवेत् तावदेव यस्मात् पृथक् सः कः इति न मुख्यं कोऽपि स्यात् तावदेव यतोहि पृथक् इति साकांक्षशब्दः पृथक्त्वव्यवहारे भूतलावधिकम् एव वा अथवा घटावधिकम् एव वा इति जिज्ञासा न भवति कोऽपि अवधिः स्यात् कः इति महत्त्वपूर्णं नास्ति अवधिमात्रस्य जिज्ञासा कः अवधि इति अत्र सारस्यं नास्ति पृथक्त्वव्यवहारे अवधिः नियमेन जायते इति तु क्लृप्तं यः न्यायशास्त्रं न जानति सः अपि कथं व्यवहरति भूतलं घटात् पृथक् इत्यादिकं व्यवहरति भूतलं पृथक् इति न कोऽपि व्यवहरति अतः शास्त्रेण व्यवहारः न नियम्यते व्यवहार उपपाद्यते पृथक्त्वस्य यः स्वभावः सः सावधिकः इत्यस्मात् अवधिना सह एव बुध्यते अतः निष्कर्ष इत्थं च घटे इत्थं घटे भूतलावधिकपृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टम् इति तर्हि बहु किमपि अस्ति यत् यावत् हा यावत् नाम तत्र तस्मात् इति प्रायश तत्र हा प्रायश तावदेव इति तावत्पर्यन्तं करोतु भगिनि हा अनन्तरम् अन्यत् कोऽपि अत्र प्रश्नः उदेति अवधिभेदेन पृथक्त्वं न भिद्यते चेत् अवधेः वदनस्य का आवश्यकता हा पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः यतोहि तत्र घटेः घटे पृथक्त्वम् अस्ति परन्तु अनेकविधानि पृथक्त्वानि इति नास्ति तत्र एकमेव पृथक्त्वं घटविशिष्टपृथक्त्वम् इति वयं वदामः तत्र अनन्तरमत्र प्रश्नविदेति तत्र अवधिभेदेन इत्युक्ते तत्र पटात् भिन्नः घटात् पुस्तकात् भिन्नः वृक्षात् भिन्नः अवधिभेदेन तत् पृथक्त्वं न भिद्यते यतोहि तत्र घटविशिष्टं पृथक्त्वम् एकमेव इति वदामः चेत् तत्र अवधिभेदेन तत् पृथक्त्वम् इति गुणः न भिद्यते तत्र अवधि इति किमर्थं वदामः तस्य आवश्यकता का अवधेः इति तस्मात् भिन्न इति वदनस्य का आवश्यकता इति प्रश्नः अपि च अवधिभेदेन पृथक्त्वं न भिद्यते चेत् किमर्थं तर्हि वदामः यत् यावत् अवधिं न वदामः तावत् शब्दबोधः न जायते इत्युक्ते यदा एकम् एव तत्र पृथक्त्वं घटविशिष्टं पृथक्त्वम् इति तावत् यावत् अवधिं न वदामः यावत् अहं न वदामि घटविशिष्टं पृथक्त्वं तत् पटावधिकमस्ति एतत् पृथक्त्वं वृक्षावधिकमस्ति तत् यावत् अवधि इति न वदामः तावत् शब्दबोधः न भवति इति किमर्थं शब्दबोधः तु तत् घटविशिष्टं पृथक्त्वम् एकमेव अस्ति तेन एव शब्दबोधः जायते किमर्थं तत् यावत् घटा पटावधिकं पृथक्त्वं वा वृक्षावधिकं पृथक्त्वं वा पुस्तकावधिकपृथक्त्वं यावत् अहम् अवधिमिति न वदामि चेत् तावत् शब्दबोधः न भवति एव इति किमर्थम् मर्यताम् केचन शब्दाः साकाङ्क्षाः इत्युक्ते तत्र आकाङ्क्षासहित एव केचन शब्दाः आगच्छन्ति केचन शब्दाः भवन्ति इति तत्र तेषां स्वातन्त्र्येण भानं न भवति अनन्तरं तत्र आकाङ्क्षासहितः शब्दाः इत्युक्ते तत्र पिता इति उदाहरणं तत्र दत्तमस्ति पिता इति वदामः सः पिता तत् सः पिता तस्य पुत्रः कः सः पुत्रः इति विशेषजिज्ञासा इति नास्ति इत्युक्ते परन्तु तत्र सन्दर्भा सैत्य सन्दर्भा इत्युक्ते सम्बन्धेन यदि वदामः चेत् गणेशस्य पुत्रः वा रमेशस्य पुत्रः तत्र विशेषजिज्ञासा इति नास्ति इति अपेक्षते सः पिता अस्ति अस्तु कस्य पिता गणेशस्य पिता वा रमेशस्य पिता तत् अपेक्षते तावदेव तत्र विशेषजिज्ञासया अहं प्रष्टुम् इच्छामि तत् अस्तु सः पिता कस्य पिता विशेषजिज्ञासा इति भावः न तत् अपेक्षा अस्ति कस्य पिता एवमेव पृथक् इत्यस्य वदनेन कस्मात् इति प्रश्नः मनसि तु आगच्छति जिज्ञासा तु अस्ति पृथक् इति कस्मात् पृथक् अत्र देयं चेत् यत् पृथक् यस्मात् कस्मात् अपि भवतु नाम कस्माच्चित् भवति तावदेव अस्तु तत्र पृथक्त्वं वर्तते कस्मात् पृथक्त्वं विशेषजिज्ञासया एव अग्रे गन्तुं शक्नुमः तत् एव नास्ति कस्मात् अपि पृथक् अस्ति अस्तु तत्र पृथक्त्वं वर्तते कस्माच्चित् पृथक्त्वं भवति एव तावत् एव अस्ति अस्तु यस्मात् पृथक् सः कः इति न मुख्यं कोऽपि स्यात् तावदेव कस्मात् इति विशेषप्रकारे विशेषजिज्ञासया ज्ञातुम् इच्छामि इति न पृथक् अस्ति कस्माच्चित् पृथक् अस्ति तावदेव यतोहि पृथक् इति साकाङ्क्षशब्दः अत्र आकाङ्क्षासहित एवं पृथक् इति शब्दः आगच्छति परन्तु विशेषजिज्ञासा नास्ति कस्माच्चित् पृथक्त्वम् अस्ति तावत् पृथक्त्वव्यवहारे अग्रे अग्रे गन्तुम् इच्छति चेत् वदतु सम्यक् रीत्या वदन्ति अस्ति अतः वदतु पृथक्त्वव्यवहारे भूतलावधिकम् एव वा अथवा घटावधिकम् एव वा इति जिज्ञासा न भवति कोऽपि अवधिः स्यात् कः इति महत्त्वपूर्णं नास्ति इत्युक्ते तत्र पृथक् तत्र घटे पृथक्त्वं वर्तते इति अहं वदामि चेत् तत्र अधिकांशतया अस्तु पृथक्त्वम् अस्ति पृथक्त्व इति व्यवहारः अस्ति परन्तु अवधिः कः भूतलं वा पटः वा वृक्षः वा इति विशेषतया ज्ञातुं कोऽपि न इच्छति तत्र इति जिज्ञासा न भवति कोऽपि अवधि कः अपि अवधि भवेत् तत्र घटे पृथक् अस्ति कः अपि अवधि वृक्षात् पृथक्त्वं वृक्षः इति अवधि पटात् पृथक्त्वं पटः इति अवधि इति कः अपि अवधि भवितुम् अर्हति कः अवधि इति महत्त्वपूर्णं नास्ति केवलं तत्र घटे पृथक्त्वं वर्तते इति एव पृथक्त्वस्य व्यवहारः अवधिमात्रस्य जिज्ञासा कः अवधिः इति अत्र सारस्यं नास्ति अवधिमात्र अस्तु पृथक्त्वं तत्र अस्ति घटे परन्तु एतत् पृथक्त्वं पटात् पृथक्त्वम् अस्ति वा वृक्षात् पृथक्त्वम् अस्ति वा पुस्तकात् पृथक्त्वम् अस्ति वा तस्मिन् विषये कोऽपि सारस्यम् एव नास्ति कः अवधि इति ज्ञातुं कोऽपि न इच्छति पृथक्त्वव्यवहारे अवधिः नियमेन जायते इति तु क्लृप्तम् अङ्गीकृतं क्लृप्तं सर्वे अङ्गीकुर्वन्ति नाम तत्र पृथक्त्वं यत्र भवति तत्र अवधिः इति भवति इति सर्वे अङ्गीकुर्वन्ति तत्र मतभेदः नास्ति तत्र मतभेदः नास्ति अस्तु क्लृप्तं तत्र क्लृपु सामर्थ्य धातु वा तत्र क्लृप्तम् इति तत्र धातुः कः न जानामि भगिनी तत्र किन्तु क्लृप्तं नाम अङ्गीकृतम् अङ्गीकृतम् अस्तु अस्तु क्लृप्तम् अङ्गीकृतम् इति अङ्गीकृतम् इति स्वीकृतम् इति अङ्गीकृतं सर्वे अङ्गीकुर्वन्ति स्वीकृतं सर्वे अङ्गीकृतं पृथक्त्वव्यवहारे अवधिः नियमेन जायते नियमेन तत्र अवधिः अस्ति इति सर्वेषां कृते अङ्गीकृतम् अङ्गीकार सर्वेषां कृते अङ्गीकारः अस्ति यः न्यायशास्त्रं न जानाति सः अपि कथं व्यवहरति यः न्यायशास्त्रविषये अनभिज्ञः सः अपि तस्य कृते व्यवहारः कथमस्ति भूतलं घटात् पृथक् इत्यादिक व्यवहरति ये न्यायशास्त्रं न तस्य न्यायशास्त्राध्ययनं न कुर्वन्ति ते अपि भूतलं घटात् पृथक् इति प्रकारेण व्यवहारे वक्तुं शक्नुवन्ति तत् भूतलं घटात् अतः तत्र सर्वेषां तत्र मतभेदः नास्ति सर्वेषाम् अङ्गीकारः नाम अवधिः इति भवति पृथक्त्वस्य व्यवहारे सम्यक् सर्वेषां कृते तस्य विषयस्य स्वीकारम् अस्ति सर्वेषां स्वीकरणमस्ति भूतलं पृथक् इति न कोऽपि व्यवहरति तत् भूतलं पृथक् इत्युक्ते तत्र इदानीं भूतलं पृथक् इति न कः अपि व्यवहरति भूतलम् इत्युक्ते तत्र भूमौ भूमिविषये इति अस्ति वा न भूतलं केवलं भूतलं पृथक् इति न कोऽपि वदति खलु भूतलं घटात् पृथक् इति एव तत्र व्यवहारः भवति न कोऽपि भूतलं पृथक् इति न वदति खलु केवलं भूतलं पृथक् अतः शास्त्रेण व्यवहारः न नियम्यते व्यवहारः उपपाद्यते तत्तु अस्ति एव शास्त्रेण व्यवहारस्य नियमनं शास्त्रं न करोति व्यवहारस्य तत्र वयं तत्रापि चिन्तनमस्ति खलु व्याकरणस्य विषये पाणिनिना यानि सूत्राणि दत्तानि सन्ति तस्मिन् समये तत् सर्वेषां या भाषा प्रचलिता आसीत् तस्य एव व्याकरणं रूपेण सूत्र छन्दबद्धत्वेन सूत्ररूपाणि पाणिनिना कृतं तत्र पाणिनिना एतानि सूत्राणि सन्ति अतः आरभ्य अथैव वदनीयम् इति कोऽपि नियमः न क्रियते. उत्तम उदाहरणं भगिनि, उत्तमः उत्तमम् उदाहरणम्. सत्यं, तत्र व्यवहार न नियम्यते, व्यवहार उपपाद्यते. तत् व्यवहारस्य उत्पादनम् ऐ मीन् तत् प्रथमं भवति, अनन्तरं शास्त्रम् आगच्छति इति. नियमानि अनन्तरम् आगच्छति. पुस्तकत्वस्य यः स्वभावः सः सावधिकः इत्यस्मात् अवधिना सह एव बुध्यते. पृथक्त्वस्य स्वभावः सावधिकः इत्युक्ते अवधिसहितः अस्ति, अतः अवधिना सह एव बुध्यते. पृथक्त्वस्य स्वभावः अस्ति, अवधिना सह एव अवगम्यते. अतः निष्कर्षः इत्थं घटे भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं. तत्र एकम् एव घटविशिष्टं पृथक्त्वं वर्तते, भिन्नानि पृथक्त्वानि तत्र न सन्ति, एकमेव घटविशिष्टं पृथक्त्वम् इति अस्ति इति. समीचीनम्. धन्यवादः भगिनि, दीर्घः परिचयः आसीत् किन्तु सम्यक् रीत्या प्रतिपादितवती, धन्यवादः. अस्मिन् विषये कोऽपि प्रश्नः न? स्पष्टमस्ति, स्पष्टमस्ति. अस्तु, अन्येषां प्रश्नः अस्तु, तर्हि अग्रे सरामः. तर्हि चन्द्रमति भगिनि अग्रे. नमस्कारः. तदर्थम् उपरि उक्तं यत् पृथक्त्वे अनेकावधिकत्वं वर्तते, खडे विद्यमानं पृथक्त्वम् एकमेव, अवधेः च बहवः. खडः भूतलात् पृथक्, पटात् पृथक्, पुस्तकात् पृथक्, असङ्ख्याः अवधेः सन्ति. तत् निरूपितं तन्निरूपितं खडे विद्यमानं पृथक्त्वम् अन्यत् वा न अन्यत्, इदं सर्वं खडे विद्यमानं पृथक्त्वम् एकमेव. इदानीं वयं दृष्टवन्तः खडविशिष्टं पृथक्त्वम् एकमेव इति उपरि दत्तम् आसीत्. तदर्थम् उपरियुक्तं यत् पृथक्त्वे अनेकावधिकत्वं वर्तते, पृथक्त्वे अनेकावधिकत्वं वर्तते किन्तु खडविशिष्टं पृथक्त्वम् एकमेव. यतोहि घटविशिष्टं पृथक्त्वम् एकमेव, अतः एव वयं तत्र पृथक्त्वे अनेक अवधिकत्वम् अस्ति इति वयं वक्तुं शक्नुमः. उपरि किमुक्तं पृथक्त्वे अनेक अवधिकत्वं वर्तते इति उक्तं, नाम तत्र पटावधिकं पृथक्त्वं, पटावधिकं पृथक्त्वं, पुस्तकावधिकं पृथक्त्वमस्ति. तत्र पटावधिकपृथक्त्वं वा पुस्तकावधिकपृथक्त्वं वा भूतलावधिकपृथक्त्वं सर्वम् एकमेव पृथक्त्वम् अपि तत् पृथक्त्वं घटविशिष्टम्. अतः तत्र सर्वं नाम यत्र पूर्वं लिखितं भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिकपृथक्त्वं, तर्हि पृथक्त्वस्य त्रि अवधिकत्वम् आगतं खलु. तथैव अनेक अवधिकत्वं पृथक्त्वे वर्तते इति उक्तम् उपरि. पृथक्त्वे अनेकावधिकत्वं वर्तते, खडे विद्यमानं पृथक्त्वम् एकमेव, तस्मिन् एकमेव खडे विद्यमानं पृथक्त्वम्, अवधेः च बहवः, अवधेः पटः पृथक्त्वस्य अवधेयः बहवः सन्ति, बहवः सन्ति तस्य अवधेयः बहवः सन्ति, किन्तु खडावधिकत्वं पृथक्त्वम् एकमेव, घटावधिकपृथक्त्वं घटविशिष्टपृथक्त्वम् एकमेव, खडविशिष्टपृथक्त्वम् एकमेव, खडविशिष्टपृथक्त्वं पृथक्त्वस्य अवच्छिन्नं भवति खण्डविशिष्टपृथक्त्वं, खडभूतलात् पृथक्, पठात् पृथक्, पुस्तकात् पृथक्, खडः भूतलात् पृथक् अस्ति, पठात् पृथक् अस्ति, पुस्तकात् पृथक् अस्ति, तद् द्रव्येण पृथक्त्वं भिद्यते, खड एकं द्रव्यं पटः इति अन्यं द्रव्यं, पुस्तकम् इति अन्यं द्रव्यम्, अतः पृथक्त्वं पुस्तकम् इति द्रव्येण पृथक्त्वं न भिद्यते, किमर्थं पुस्तकम् इति द्रव्यं किन्तु पुस्तकात् पृथक् इत्यत्र पृथक्त्वं भिद्यते वा पुस्तकेन? पुस्तकविशिष्टं पृथक्त्वं पुस्तकेन भिद्यते, किन्तु पुस्तकात् पृथक् इत्यत्र घटः पुस्तकात् पृथक् इत्यत्र पृथक्त्वं कुत्र अस्ति? घटे अस्ति, घटे अस्ति खलु, घटः पठात् पृथक् इत्यत्र पृथक्त्वं कुत्र अस्ति? घटे, घटे अस्ति, घटः भूतलात् पृथक् इत्यत्र पृथक्त्वं कुत्र अस्ति? तत्रापि खडे एव, घटे एव अस्ति, तत्र भवती उक्तवती गुणः पृथक्त्वम् इति गुणः खलु, गुणः विशिष्यते इति उक्तवती द्रव्येण इति, केन द्रव्येण विशिष्यते नाम तत्र उन्नतः बालकः इत्यत्र औन्नत्यम् इति आसीत् खलु, तत्र औन्नत्यं केन विशिष्यते? बालकेन, बालकेन केन? बालकेन, उन्नतः बालकेन, किन्तु सर्वे बालकाः उन्नताः सन्ति, तर्हि तत्र कस्य केन बालकेन औन्नत्यमस्ति तत् बालकेन, किन्तु सर्वेषु बालकेषु औन्नत्यम् अस्ति, तत्र औन्नत्यं बालकेन भिद्यते, केन बालकेन यस्मिन् अधिकम् औन्नत्यम् अस्ति, यस्मिन् अधिकम् औन्नत्यं न न न सर्वेषु औन्नत्यम् अस्ति, किन्तु बालकविशिष्टम् इति उक्तवती उत्तमं, किन्तु तत्र पुनः पश्यामः तत्र अस्मिन् बालके अपि औन्नत्यम् अस्ति, अस्मिन् अपि अस्ति, अस्मिन् अपि अस्ति, अस्मिन् अपि अस्ति, अस्मिन् औन्नत्यम् अस्ति, तद् औन्नत्यम् अन्येभ्यः औन्नत्येभ्यः अत्र औन्नत्यम् अत्र औन्नत्यं तेभ्यः कथं विद्यते? एतेन बालकेन खलु, एषः बालकः औन्नत्यस्य कः भवति, तत्र सम्बन्धः कः, औन्नत्यम् अपि एषः बालकः, तत्र सम्बन्धः कः? बालकः अवच्छेद, किन्तु औन्नत्यस्य औन्नत्यं कुत्र अस्ति? औन्नत्यं बालके, बालके, तर्हि बालकः औन्नत्यस्य किं भवति? अवच्छेदकं भवति, किं भवति अवच्छेदकः अपि तत्र अत्र तदाश्रयभूतद्रव्येण, तर्हि तत्र किमस्ति बालक आश्रय बालाश्रयः अस्ति, आश्रयः अस्ति खलु, आश्रयः इति एव विशिष्टम्, आश्रयः नाम विशिष्टं खलु, तर्हि इदानीम् अत्र तत्र किं कुत्र एतत् सर्वं पठितवन्तः खडः तद् तदर् महोदय तदर् तदर्थं हा हा हा धन्यवादः भगिनि हा धन्यवादः हा तर्हि हा तत्र भवती उक्तवती तत्र पृथक्त्वम् अत्र घटः भूतलात् पृथक् पठात् पृथक् पुस्तकात् पृथक् पृथक्त्वं घटे अस्ति एतत् पृथक् घटे अस्ति एतत् पृथक्त्वमपि घटे अस्ति तर्हि पुस्तकात् पृथक् इति पुस्तकविशिष्टपृथक्त्वं घटे अस्ति वा न पुस्तकविशिष्टपृथक्त्वं पुस्तके एव अस्ति आश्रितमस्ति हा अत्र अस्ति घटविशिष्टपृथक्त्वं खलु अतः एव तत्र पृथक्त्वं घटविशिष्टं घटविशिष्टं नाम घटः वदितिः घटः एव आश्रयः घटः एव आश्रयः इति खलु हा अस्तु इदानीम् अग्रे हा घटभूतलात् पृथक् पठ पृथक् पुस्तकात् पृथक् अनन्तरम् असङ्ख्याः अवधयः सन्ति अत्र अवधिः असङ्ख्याः सन्ति पृथक्त्वम् एक एव वा अवधेः असङ्ख्याः सन्ति तत्तन्निरूपितं खडे विद्यमानं पृथक्त्वम् अन्यत् वा तत् नाम तत्तद् निरूपितं नाम एकम् अवधि एकम् अवधिः एकः अवधिः स्वीकृत्य अवधिना निरूपितं पृथक्त्वम् अन्यः अवधिः स्वीकुर्मः तेन निरूपितं पृथक्त्वम् अन्यत् वा इति नाम तत्र पृथक्त्वानि सन्ति वा इति नाम पृथक्त्वम् अवधिना भिद्यते इति वा इति पटनिरूपितं पुस्तकनिरूपितम् इति भिन्न तादृशं खडे विद्यमानं पृथक्त्वम् अन्यत् वा तेषु खडे विद्यमानं पृथक्त्वम् अन्यत् वा इति प्रश्नः नाम नाम अवधिः भूतलावधिकपृथक्त्वं भूतलावधिकपृथक्त्वं पटावधिकपृथक्त्वम् एतत् भिन्नम् अस्ति हा इति वा इति प्रश्नः तर्हि भवति किं अन्यत् अन्यत् इदं सर्वं खडे विद्यमानं पृथक्त्वम् एकमेव खडाश्रये पृथक्त्वम् एकमेव खडे विद्यमानं पृथक्त्वम् एकमेव इति अत्र वयम् अवगच्छामः तत्र बहवः अवधयः सन्ति किन्तु पृथक्त्वं तु एकमेव कारणम् आश्रयः पृथक्त्वस्य आश्रयः एकमेव तदेव कारणमस्ति आश्रयेण भिद्यते पृथक्त्वम् आश्रयेण भिद्यते तर्हि घटविशिष्टपृथक्त्वम् इत्युक्ते एकमेव पृथक्त्वम् इति तत्र सारांशः सारांशः नो चेत् नो चेत् अवधिभेदेन यदि पृथक्त्वं भिद्येत तर्हि खडे अनेके पृथक्त्वगुणाः स्युः प्रत्येकं च पृथक्त्वस्य एक एव अवधिः इति स्यात् किन्तु पृथक्त्वस्य गुणत्वात् तथा नास्ति गुणः अवचिद्यते भिद्यते तदाश्रयभूतद्रव्येण न तु अवधिभेदेन नो चेत् अवधिभेदेन यदि पृथक्त्वं भिद्येत तर्हि खडे अनेके पृथक्त्वगुणाः स्युः अवधिभेदेन पृथक्त्वं भिद्यते चेत् खडे अपि अनेकपृथक्त्वगुणाः स्युः किन्तु वयं दृष्टवन्तः खडाश्रये पृथक्त्वम् एकमेव इति दत्तमस्ति अतः अवधि किन्तु अवधिभेदेन वयं दृश्यते चेत् अवधिभेदेन यदि पृथक्त्वं भिद्यते चेत् इदानीं खड परिदत्तमस्ति खडभूतलात् पृथक् पटात् पृथक् पुस्तकात् पृथक् तादृश अवधिभेदेन पश्यति चेत् अनेकपृथक्त्वगुणाः अस्ति इति भविष्यति, किन्तु प्रत्येकं च पृथक्त्वस्य एक एव अवधिः इति स्यात्। प्रत्येकं पृथक्त्वस्य एकमेव अवधिः, अत्र खडा अवधिकपृथक्त्वम्, अत्र खडः एव आश्रयः, अत्र खडः एव एकमेव पृथक्त्वस्य आश्रयः अत्र एकमेव अस्ति, अतः अत्र अवधिः एक अवधिः भवति पृथक्त्वस्य। पुनः नाम प्रत्येकं च पृथक्त्वस्य एक एव अवधिः इति स्यात्। नाम कदा तादृशं स्यात्? यदि अवधिभेदेन पृथक्त्वं भिद्येत तदा। अवधिभेदेन भिद्येत चेत् पृथक्त्वं पृथक्त्वस्य एक एव अवधिः इति स्यात्। नाम तत्र पटावधिकपृथक्त्वं घटे अस्ति, पुस्तकावधिकपृथक्त्वम् अन्यत् घटे अस्ति, तर्हि प्रथमपृथक्त्वस्य अवधिः केवलं पटः भवति, द्वितीयपृथक्त्वस्य अवधिः पुस्तकमेव भवति, एकस्य पृथक्त्वस्य एकः एव अवधिः इति स्यात्। किन्तु तादृशं नास्ति खलु? किन्तु पृथक्त्वस्य गुणत्वात् तथा नास्ति। पृथक्त्वं गुणः इति कारणेन नास्ति इति जानीमः। गुणः अवच्छिद्यते, भिद्यते तदाश्रयभूतद्रव्येण, गुणः तदाश्रयभूतद्रव्येण अवच्छेदकं भवति, भेद भिन्नमपि भवति, अवच्छिद्यते भिद्यते आश्रयभूतद्रव्येण। नाम अत्र द्वितीयपथे परिच्छेदे यत् पठितवन्तः, नाम औन्नत्य सर्वेषु उन्नतेषु बालकेषु अस्ति, अतः एतत् औन्नत्यम् अपरेभ्यः औन्नतेभ्यः भिद्यते इति, तादृशं सर्वेषु द्रव्येषु पृथक्त्वम् इति वर्तते खलु? वर्तते खलु, पटे अपि पृथक्त्वम् अस्ति, पटविशिष्टपृथक्त्वम् अस्ति, मठविशिष्टपृथक्त्वम् अस्ति, पुस्तकविशिष्टपृथक्त्वम् अस्ति, अतः तत्र पृथक्त्वम् इति गुणः आश्रयेण तस्य आश्रयभूतद्रव्येण विद्यते, विद्यते अवधिभेदेन न विद्यते, अवधिभेदेन नास्ति, आश्रयभूतद्रव्येण भिद्यते गुणः न अवधिभेदे। समीचीनभगिनी, धन्यवादः। अस्तु, इदानीम् अग्रे सरामः। तर्हि तत्र दीर्घः परिच्छेदः पुनः अस्ति। अस्तु, मृणनी भगिनी नमस्कारः, भवती पठति वा अग्रे? किञ्च यद्यपि घटे भूतलावधिकपृथक्त्वं, पटावधिकपृथक्त्वं, पुस्तकावधिपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं, नाम यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न विद्यते, तथापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं विद्यते। कथमिति उच्यते? घटे यत् पृथक्त्वं तत् किं किम् अवधिकम्? घटस्य यद् किमस्ति, घटस्य यादृशदेशे, घटस्य यादृशदेशे व्यापकत्वं जगति यावन्तः पदार्थाः तत् सर्वाधिकं पृथक्त्वं घटे भवति, सर्वावधिकं पृथक्त्वं घटे भवति। तेषु अवधिभूतपदार्थेषु पटः वर्तते वा? आम्, वर्तते एव। इदानीं पटे विद्यमानं पृथक्त्वं कथम् इति पश्येम। पटपृथक्त्वस्य अवधयः के इति चर्चावसरे तत्र घटघटिताः पदार्थाः अन्तर्भूताः पटघटिताः पदार्थाः न आयान्ति तान् पटघटितान् पदार्थान् अतिरिच्य जगति यावन्तः पदार्थाः तत् सर्वावधिकं पृथक्त्वं पटे भवति अनेन द्वयोः पृथक्त्वयोः अवधिसमुदायौ भिन्नौ अवधिसमुदायभेदेन च घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम् बहु किमपि उक्तं किन्तु तत्र प्रायः तत्र अवगमनं स्यात् किञ्च किञ्च यद्यपि घटे भूतलावधिकपृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव इति वयम् एतावत्पर्यन्तं चिन्तितवन्तः खलु तर्हि विशिष्टम् अस्ति पृथक्त्वम् अथ एकमेव तत् इति पृथक्त्वं घटविशिष्टं घटे एकमेव पृथक्त्वम् अस्ति खलु अपि तत्र पटे अपि पृथक्त्वम् अस्ति खलु पटे अपि पृथक्त्वम् अस्ति पटे अपि पृथक्त्वम् अस्ति घटे अपि पृथक्त्वम् अस्ति तर्हि तत्र पटः इति स्वीकुर्मः तर्हि तत्र पटः अस्ति अपि घटः अस्ति पटे अपि पृथक्त्वम् अस्ति घटे अपि पृथक्त्वम् अस्ति खलु इदानीं तत्र एतत् पृथक्त्वम् एकमेव खलु घटे यत् अस्ति पृथक् एकमेव तस्य पृथक्त्वस्य एकः एव अवधिः वा अथवा अनेके अवधयः सन्ति वा अनेके अवधयः भवितुम् अर्हन्ति परन्तु घटविशिष्टं पृथक्त्वम् एकमेव एकमेव खलु तर्हि इदानीं तत्र अवधयः बहवः इति उक्तं खलु अवधयः बहवः तर्हि इदानीं तत्र अवधिभेदेन तत्र पृथक्त्वं न विद्यते नाम अवधिभिन्नम् इति कृत्वा पृथक्त्वं भिन्नम् इति न वक्तुं शक्नुमः तत् सत्यं नास्ति खलु किन्तु इदानीं किम् उक्तं एकम् इति अत्र तत्र आश्रयभूतद्रव्यविशिष्टपृथक्त्वं तत्र यद्यपि इति आरभ्य पठतु भगिनि यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न भिद्यते तथापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं भिद्यते तत्र प्रथमभागः तस्य विवरणं करोतु तदनन्तरं द्वितीयभागस्य विवरणं कुर्मः आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न भिद्यते अर्थात् अत्र घटे विद्यमानं पृथक्त्वं तस्य पृथक्त्वस्य अनेके अवधयः सन्तु भवन्तु अर्हन्ति यथा पटावधिकं पृथक्त्वं वृक्षावधिकपृथक्त्वं परन्तु इदं पृथक्त्वम् एकमेव इति घटविशिष्टत्वम् नाम विशिष्टं केन पृथक्त्वं केन विशिष्टम् आश्रयभूतद्रव्यं नाम यः आश्रयः अस्ति अपि सः आश्रयः द्रव्यम् अस्ति तेन एव विशिष्टमस्ति पृथक्त्वं खलु अतः एव तत्र नाम ते अवच्छेदकः आश्रयरूपद्रव्यम् एव अवच्छेदकः भवितुम् अर्हति यः आश्रयः अस्ति सः एव अवच्छेदकः भवति पृथक्त्वस्य नाम एतस्य पृथक्त्वस्य आश्रयः घटः अतः एतत् पृथक्त्वं घटविशिष्टम् एतस्य आश्रयः पटः अतः एतत् पृथक्त्वं पटविशिष्टपृथक्त्वम् अस्ति खलु तत्र अवधिभेदेन न विद्यते किन्तु आश्रयभूतद्रव्यविशिष्टं आश्रयभूतद्रव्येण विद्यते पृथक्त्वम् इति अस्ति यद्यपि यद्यपि इति अस्ति तथापि किन्तु किन्ति किमस्ति तथापि अवधिसमुदायभेदेन प्रथमोदाहरणे घटः अवधिः अस्ति खलु पृथक्त्वस्य न इदानीं तथापि अवधिसमुदायभेदेन अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं भिद्यते नाम वयं किम् अस्माकं चिन्तनम् एतावत् किम् अस्ति किमर्थम् एतत् पृथक्त्वम् एतस्मात् भिन्नम् अस्ति इत्युक्ते अस्माकम् उत्तरं किं भवति अवधिभेदेन अवधि नास्ति द्रव्य आश्रयभेदेन पश्यतु एतत् पृथक्त्वं पटविशिष्टम् अस्ति एतत् पृथक्त्वं घटविशिष्टम् अस्ति तर्हि एतत् पृथक्त्वं तस्मात् भिन्नम् अस्ति खलु इति खलु आश्रयभेदेन एतावत्पर्यन्तं एतावत् इदानीं वयं किं वदामः अवधिसमुदायभेदेन नाम अत्र एतत् पृथक्त्वम् अस्ति खलु तस्य अनेकविध अवधयः सन्ति खलु अवधयः बहवः सन्ति तस्य एतस्य पृथक्त्वस्य अपि एतस्य पृथक्त्वस्य अपि अवधयः सन्ति खलु अतः केवलम् एकः अवधिः इति नास्ति बहवः अवधयः सन्ति इति कृत्वा सर्व अवधयः यदि स्वीकुर्मः तर्हि किं भवति अवधिसमुदायः भवति खलु अवधिसमुदायः भवति तेन समुदायेन अवधिसमुदायेन वयम् एतत् पृथक्त्वं तस्मात् भिन्नम् इति वक्तुं शक्नुमः इति उक्तम् अवश्यं भिद्यते पश्यामः भवती एव पठित्वा अतः भवती एव इदानीं समाधानं ददाति अस्तु कथमिति उच्यते वदतु पठतु तदनन्तरम् अवगमनं भविष्यति एव यत् पृथक्त्वं तत् किं किम् अवधिकं घटस्य यादृशदेशे अत्र पृथक्त्वम् अस्ति घटे पृथक्त्वम् अस्ति किं किम् अवधिकं नाम तत्र एतत् पृथक्त्वं पठावधिकं भवति वा भवति खलु पुस्तकावधिकं भवति खलु तत्सर्वं किं किम् अवधिकं भवति तत्सर्वं स्वीकुर्मः तदा किम् आगच्छति तत् समुदायः कः इति अग्रे विवरणं तर्हि घटस्य यादृशदेशे व्यापकत्वं तादृशदेशातिरिक्तदेशे जगति यावन्तः पदार्थाः तत्सर्वावधिकं पृथक्त्वे पृथक्त्वं घटे भवति तर्हि स्वं विहाय जगति अन्यत् यत् यावन्तः पदार्थाः भवन्ति तत् सर्वावधिकपृथक्त्वं घटे भवति इति न खलु तत्र वयं गतवर्गे वयं किं दृष्टवन्तः तत्र नाम घटे पृथक्त्वे पठावधिकम् अस्ति खलु पुस्तकावधिकम् अस्ति खलु पृथक्त्वे घटे पृथक्त्वम् अस्ति अस्मिन् पृथक्त्वे पठावधिकम् अस्ति खलु पटः अवधिः भवितुमर्हति नाम घटः पठात् पृथक् इति वक्तुं शक्नुमः पुस्तकावधिकं पुस्तकावधिकत्वम् अस्ति वा यतोहि घटः पुस्तकात् पृथक् इदानीं पृथक्त्वे कपाल अवधिकम् अस्ति वा कपाल अर्थात् स्वं विद्यमानं कपालं न उच्यते अत्र स्वम् इति तु केवलं घटः तर्हि कपालः अपि घटः तत्र किं विशेषं तत्र कः विशेषः तत्र पुस्तकम् अन्यस्मिन् देशे आसीत् घटः अस्मिन् देशे अस्ति पुस्तकम् अन्यत्र अस्ति खलु किन्तु यत्र घटः अस्ति तस्य अवयवः कपालः अपि तस्मिन् देशे एव अस्ति खलु. समीचीनं वा? आमां, तत्तु सत्यम्. अतः एव घटस्य यादृशदेशे व्यापकत्वं, नाम घटः अत्र अस्ति, अत्र घटः अस्ति चेत् अस्मिन् स्थले यद्यत् अस्ति, कपालः अस्ति, एतत् सर्वम् अस्ति, तत्र पृथक् इति. घटे किं किम् अस्ति तत्र, घटः तस्मात् पृथक् इति न वक्तुं शक्नुमः खलु. कपालः कपालिक, हा, अतः तत्र यादृशदेशे व्यापकत्वं, नाम यत् तत्र देशः, कः देशः तत्र घटेन व्याप्तः, तत्र आक्युपैड् बै द घटः, तत्र स्पेस् आक्युपैड् बै द घटः, तस्मिन् किं किम् अस्ति, तादृशदेश अतिरिक्तदेशे, नाम एषः देशः यः अस्ति तं देशं विहाय, विहाय तत्र तस्मात् बहिः जगति यावन्तः पदार्थाः सन्ति सर्वाधिकत्वं घटे भवति खलु. तर्हि घटे विद्यमानपृथक्त्वस्य अवधिकं तत्र, तत् किं किम् अवधिकम् इत्युक्ते तत्र पटावधिकं, पुस्तकावधिकं, मठावधिकं, किन्तु न घटावधिकं, कपालावधिकं खलु. अतः तत्र यदि अत्र तर्हि यदि वयम् एतत् कुर्मः तत्र अस्मिन् पृथक्त्वे किम् अस्ति इत्युक्ते अत्र एतत् एषः अवधिसमुदायः, एषः अवधिसमुदायः पृथक्त्वस्य, तत्र अवधिसमुदायः एकं, हा, तत्र अवधिसमुदायः पुनः तत्र तादृशं तत्र अत्रापि भवति, तदपि स्वीकुर्मः. अस्तु, तत्र अवधिसमुदायः घटस्य, घटे विद्यमानपृथक्त्वस्य अवधिसमुदायः, पटे विद्यमानं पृथक्त्वं तस्य अवधिसमुदायः खलु. अत्र पटः अस्ति वा, अत्र पटः इति स्थापितुं शक्नुमः. अस्तु, तत्र पुस्तकमिति अपि अस्ति वा, अत्र घटः इति वक्तुं स्थापितुं शक्नोमि वा अत्र, न घटः इति नास्ति खलु तत्र, नास्ति, घटदेशं विहाय अन्यत् सर्वं. अत्र तर्हि घटः, कपालः, एतत् सर्वं तत्र नास्ति, नास्ति. अस्तु, अग्रे. तेषु अवधिभूतपदार्थेषु पटः वर्तते वा? आम्, वर्तते एव. इदानीं पटे विद्यमानं पृथक्त्वं कथमिति पश्येम. इदानीं पटस्य चर्चा, तर्हि पृथक्त्वस्य अवधयः के इति चर्चा अवसरे तत्र घट घटिताः पदार्थाः अन्तर्भूताः. आम्, अत्र किमस्ति, तर्हि किम् उक्तम् अत्र, अत्र पट पृथक्त्वस्य घटः इति भवति वा अत्र, घट शक्यं, घटः, घटः इति अस्ति. कपालः इति अस्ति वा? आम्, कपालः इति भवति खलु. अतः घटघटिताः पदार्थाः अन्तर्भूताः खलु, न पटघटिताः पदार्थाः. हा, नाम पटः, पटस्य अवयवः, तत्सर्वं तत्र न आगच्छति. अग्रे, तान् पटघटितान् पदार्थान् अतिरिच्य जगति यावन्तः पदार्थाः तत् सर्वावधिकपृथक्त्वं पटे भवति. सत्यम्. आमां. पटः अथवा पटस्य अवयवः अस्मिन् समुदाये नास्ति. किन्तु तद्विहाय तत् अतिरिच्य पदार्थान् पटघटितपदार्थाः ये सन्ति तान् अतिरिच्य जगति सर्वे यावन्तः पदार्थाः ते सर्वे तत्र समुदाये सन्ति. अनेन द्वयोः पृथक्त्वयोः अवधिसमुदायौ भिन्नौ खलु. अत्र अवधिसमुदायः अत्र एषः अवधिसमुदायः अत्रापि अवधिसमुदायः अस्ति. अवधिसमुदाय दृष्ट्वा तत्र समानम् समुदायः अस्ति वा अत्र? न अस्मिन् अवधिसमुदाये घटः अस्ति किन्तु सः घटः अस्मिन् नास्ति. अस्मिन् समुदाये पटः अस्ति सः पटः अस्मिन् समुदाये नास्ति खलु. अतः अवधिसमुदायं दृष्ट्वा वयं पृथक्त्वं भिन्नम् इति वक्तुं शक्नुमः खलु. अतः अवधिसमुदायेन पृथक्त्वं भिद्यते. अवधिसमुदायभेदेन च घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम् इति वक्तुं शक्नुमः इति साधितं खलु. पूर्वं पृथक्त्वम् एतत् पृथक्त्वम् अस्मात् भिन्नं यतोहि तस्य आश्रयः अतः एतस्य आश्रयः गतः इति उक्तवन्तः. इदानीम् आश्रयम् आश्रयः एव किन्तु अन्यारीत्या वदामः अवधिः कः. अनेकविध अवधयः बहवः सन्ति. अवधिसमुदायः एव अस्ति. असङ्ख्याः अवधयः सन्ति किन्तु तस्मिन् समुदाये एतस्य अवधिसमुदाये पटः इति नास्ति किन्तु स च पटः अस्मिन् अवधिसमुदाये अस्ति. अतः एषः अवधिसमुदायः एतस्मात् अवधिसमुदायात् भिन्नः. अतः अवधिसमुदायेन पृथक्त्वं भिद्यते खलु. इति अस्ति. अतः सम्यक् अस्ति भगिनि, भवती अवगतवती खलु. आमाम् आमाचार्य. अवधिसमुदायभेदे घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नमिति भिन्नमिति भवति. उत्तमं. हा अस्तु, तावदेव अस्ति. अस्मिन् विषये कोऽपि प्रश्नः? तत्र अवधिसमुदायः इति अस्ति, तेन तत्र पृथक्त्वं भिद्यते इति एतावत् वयं साधितवन्तः. अस्तु, तर्हि तत्र प्रश्नः नास्ति चेत् तत्रैव विरमाम. धन्यवादः. अग्रिमसप्ताहं विरामः. धन्यवादः. नमस्कारः. धन्यवादः महोदय. धन्यवादः महोदय.